पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 191 ईश्वर उवाच षोडशाध्यायसामर्थ्यं कथितं शृणुसाम्प्रतं स्पष्टं सप्तदशाध्यायमहिमाम्भोनिधिं शिवे खड्गबाहोसुदस्यैव भृत्यो दुःशासनोऽभवद तं गजं धर्तुमागत्य गजात् प्राप्तो यमक्षयं तद्वासनानि बद्धात्मा गजयोनिमवाप्य च गीता सप्तदशाध्यायम् श्रुत्वा प्राप्तः परं पदम् देव्युवाच दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतं तदेव वद कल्याण विस्तरेण मम प्रभो ईश्वर उवाच स्थितः कश्चन दुर्मेधा मण्डलीककुमारकैः बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः गत्वा कतिपयान्येव पदानि जनवारितः नाम्ना दुःशासनो मूढः प्रौढवाक्य मुदीरयन् ततो निशम्य तद्वाक्यं क्रोधान्थः सिन्धुरो भवत् न्यपतच्च स्खलत्पादः कम्पमानकुमारकैः ततो निपतितं किञ्चिदुच्छ्वसन्तं गजोरुषा ऊर्ध्वमुन्मूलयां चक्रे कृतान्तकनिरङ्कुशः गदासोरभिरोषेण तस्यास्न्यां च गणं गजः विकीर्णवान् पृथक् कृत्वा मत्तो दन्तावलस्तदः तथ कालेन सम्प्रेत्य गजयोनिमवापसः महान्तं कालमनयत् सिंहलद्वीपभूपतेः मैत्रीगरीयसी सार्धं खड्गबाहुमहीभुजा तत्रोऽयं जलमार्गेण प्रापितो वारुणो मतः जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा जातिं स्मरन् स्वकीयां स पश्यन् बन्धून् सहोदरान् दुःखेन महदास्तोकान् दिवसानत्यवाकयद उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन् स कदाचित्तु सन्तुष्टः समस्या श्लोकपूरणे कस्मैचित् कवये प्रादात्तमुपायन हस्तिनं सतेन तेन कविना रोगोपद्रवभीरुणा मालवक्षोणिपालस्य विक्रीदश्चैत्यकुञ्चरः कियत्यपि गते काले पाल्यमानोऽपि यत्नदः मुमूर्षु रवभत्तत्र कुञ्जरो दुर्जरज्वरः न जिक्रदिपयः शीतं नादत्ते कवलं गजः सोपित्यपि न सौख्येन मुञ्जत्यश्रूणि केवलं तदो हस्तिपकाख्यातं वृत्तान्तमवनीपतिः आकर्ण्य स समायादो यत्रास्ते ज्वलितो गजः स चावलोक्य भूपालं जगद्विस्मयकारिणीं वाचमूचे गजः सम्यक् विशिष्टज्वरवेदनः राजन्नशेष शास्त्रज्ञ राजनीदिकयोनिथे निर्जितारादिसङ्खाद मुरारिचरणप्रिय किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः गीतासप्तदशाध्यायजापकं द्विजमानय तेनायं मामको रोगशाम्यत्यत्र न संशयः यथादिष्टं गजेनासौ तथा चक्रे नराधिपः तदो गजत्वमुत्सृज्य मुक्तो दुःशासनो भवत् तेन विप्रेणाभिमन्त्र्य जले क्षिप्ते तदुत्तमे अध दिव्यं समारूढं विमानमवनीपतिः तं दुःशासनमद्राक्षीत् पाकशासन तेजसम् राजोवाच किं जाधीय किमात्मा त्वं किं वृत्त इति मे वद केन वा कर्मणा जादो गजः कथमिहागतः पृष्ठो राज्ञा विमुक्तोऽसौ विमानस्थस्थिराक्षरं वृत्तं यथा यदा चख्यौ निजं दुःशासनक्रमाद गीतासप्तदशाध्यायं जपन्मालवभूपतिः नरवर्मा भवन्मुक्तः कालेनाल्पीयः सा ततः इति श्रीपाद्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये एकनवत्यधिकशततमोऽध्यायः ॐ